सर्वेभ्यो नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटितमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वति नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. एनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐ ओड ऋक् एवोङ अयोच अयवरट लण ञम जभै ध ढ ढष जब गड दश ख फ छ ठ छ चटतौ कपै षष सर हल इति माहेश्वराणि सूत्राणि. अस्तु, कः पारायणं करोति करोति अद्य? रोहिणी भगिनी भवती पारायणं करोति वा? आं महोदय. समर्थः पदविधिः सुवामगे परे तत्र समर्थः पदविधिः न, तत्र उच्चारणं यदा पारायणं कुर्मः तत्र उपद्मानीयः इति वयं पठितवन्तः खलु, तस्य प्रयोगः करणीयः. समर्थपदविधिः सुभामन्त्रिके पराङ्गवत्स्वरे प्राक्कदारसमासः सह सुपा अव्ययीभावः अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रदिना मात्रार्थे अक्षशलाकसंज्ञः परिणा विभाषा अपपरिबहिरञ्जव पञ्चम्य आं मर्यादा अक्षशलाकसंज्ञः परिणा संख्या परिणा अक्षशलाकसंख्यापरिणा संख्यापरिणा अक्षशलाकसंख्यापरिणा विभाषा अपपरिबहिरञ्जवपञ्जम्य आङ् मर्यादा अभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा संज्ञावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायां. धन्यवादः. समीचीनं भगिनि. इदानीं वयं तत्र सुप्रतिना मात्रार्थे इति सूत्रस्य व्याख्याने स्मः. अत्र प्रकृति धन्यवादः. तत्र प्रक्रिया कीदृशी भवति इति अवलोकिता अस्माभिः तु अत्र केचन विशेष अंशाः सन्ति अस्मिन् सूत्रे इति कृत्वा तस्मिन् विषये अद्य किञ्चित् विचारः क्रियते. अत्र सुप् शब्दः प्रथमा निर्दिष्टं तदा एकनिमिषं भगिनि, संशयः अस्ति वा? न महोदय. एकनिमिषं, कुतः पठनीयः इति अहं वदामि. अस्तु, सुप्रतिना मात्रार्थे इति आरम्भे एव पठेम अद्य. तत्र पठति वा भवती एव पठति? आं महोदय, मात्रार्थे अव्ययं सुबन्धेन सह समस्यते, अविभावसमासः च भवति. सुप्तदिना मात्रार्थे द्वितीयाध्याये प्रथमपादे नवमसूत्रं समर्थः सुबन्धं मात्रार्थे वर्तमानेन प्रतिदिनशब्देन सह समस्यते, अविभावश्च समासो भवति. मात्रा इति शब्दस्य पर्यायशब्दाः बिन्दु, स्तोकं, लेशः, अल्पम् इत्यादयः. प्रति इति अव्ययं मात्रार्थे मात्रार्थं द्योतयति. सुप्रथमान्तं प्रतिना द्वितीयान्तं मात्रार्थे सप्तम्यन्तं सः सुपा द्वितीयाध्याये प्रथमपादे चतुर्थः सूत्रम् इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक्कडारसमासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अविभावः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सुप् मात्रार्थे प्रतिना सुपासः अविभावः समासः. समीचीनं भगिनि. तत्र इदानीं सूत्रस्य सारांशः कः? सारांशः कः? परिचयगृहे सारांशः कः? अत्र प्रति इति पदं सुप् मात्रार्थे सुप् सुबन्धपदस्य सह समस्यते. अत्र सुप् इति शब्दं प्रथमा निर्दिष्टं, तद् पूर्वनिपातं भवति उपसर्जनं पूर्वम् इति सूत्रेण. मात्रा शब्द अर्थे प्रति इति शब्दम् उत्तरनिपातं भवति. अस्तु, सुपासः अविभावसमासः अस्ति. एवम् अविभावः अव्ययम् अथ समर्थेन सुबन्तेन मात्रार्थे समस्यते. मात्रार्थे एव तस्य इदानीं तादृशसमासः अस्ति. सुप्रतिना मात्रार्थे मात्रार्थे केवलं मात्रार्थे एव एतादृशः समासः भवति. शब्दः अस्ति, अहं म्यूट्मे भवामि. किं बहुत्र शब्दः अस्ति अत्र, तदा अहं म्यूट्मे भवामि. अस्तु अस्तु अस्तु भगिनि, धन्यवादः. मम एकः संशयः अस्ति. प्रतिना इति तृतीयाविभक्त्यामस्ति, तत् पूर्वं परम् इति न द्योतयति न अत्र? तादृश तत्र योगे इति न, योगे अथवा योगे वा युक्ते वा तादृश उक्तमस्ति चेदेव तादृश विचारः वयं कुर्मः. अस्तु महोदय. अत्र तु समाससन्दर्भे इदानीं किञ्चित् विलक्षणनियमः अस्ति. अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् इति तत् तस्य बलः भवति अधिकं, तस्य बलं भवति तस्य सूत्रस्य, तस्य प्रसक्तिः एव भवति अस्मिन् प्रसङ्गे. यत्पदं प्रथमाविभक्तौ निर्दिष्टः निर्दिष्टम् अस्ति तेन सूचितं पदं, लक्षितं पदं प्रथमं भवति, तत्र पूर्व भवति, तदनन्तरम् अनन्तरमेव द्वितीयपदं भवति खलु. इदानीं विशिष्टनियमः अस्ति समासप्रसङ्गे. अस्तु अग्रे पठेम। अत्र अरविन्द महोदय भवान् पठति वा अग्रे अस्मिन् सूत्रे? आं महोदय, अस्मिन् सूत्रे सुप् इति शब्दः प्रथमविभक्तौ अस्ति, अतः तस्य परि प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति। उपसर्जनसंज्ञानन्तरं सुप् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण। सुबन्तपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पिन्नः। सुबन्तपदं पूर्वपदे भवति, उत्तरपदं प्रति इति अव्ययपदं भवति। अयं समासः नित्यः न तु वैकल्पिकः, यतोहि विभाषः इत्यस्मात् सूत्रात् पूर्वमस्ति। अस्मिन् परिच्छेदे पूर्वनिपातम् इति विषयमेव उद्धृतमस्ति। सूत्रे सुप्रतीना मात्रार्थे इति सूत्रे सुप् इति सुबन्धपदं प्रथमाविभक्ति निर्दिष्टम् अस्ति कृत्वा तत् शब्दस्य किमपि सुबन्धपदं भवति तत् उपसर्जनं संज्ञा भूत्वा तस्य पूर्वनिपातं भवति। एवं प्रति इति अव्ययं उत्तरपदं भवति। एवं विभाषा इति सूत्रपूर्वमस्ति कृत्वा वैकल्पिकं नास्ति, नित्य एव भवति। अस्मिन् सूत्रे किमर्थं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्ति अस्वीकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम्? अस्य समाधानम् एव यत् अभ्यं विभक्तिसमीपसंवृत्ति विहत्यस्ताभावत्ययसम्प्रति शब्दप्रादुर्भाव पश्चात् यदा अनुपूर्व्य यौगपद्य सादृश्यसम्पत्ति साकल्यान्तवचनेषु इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम्। प्रश्न उदेति सुभामन्त्रिते पराङ्गवत्स्वरे इति सूत्रात् सुप् इत्यस्य अनुवृत्ति किं न उक्तम्? तस्य समाधानमस्ति अव्ययं विभक्तिसमीतम् इति दीर्घसूत्र अव्ययम् इत्यस्य अनुवृत्ति मा भूत् इति कृत्वा सुप् अव्ययपदस्य प्रथमानिर्दिष्टं न भवति इति कारणात् सुभामन्त्रिते पराङ्गवत्स्वरे इति सूत्रात् सुप् अनुवृत्ति निष्कासनार्थं विरोधानार्थं सुप् इति पदं सूत्रे एव दत्तम्। तत् प्रथमविभक्त्यौ अस्ति कृत्वा तस्य एव उपसर्जनसंज्ञा भवति, तत्कारणेन प्रथम पूर्वनिवादम् एव भवति। एकनिमिषम्, अत्र अस्मिन् सूत्रे अपि सुप् इति उक्तमस्ति खलु, तदपि प्रथमविभक्तौ एव अस्ति। अत्र अस्मिन् सूत्रे किन्तु अव्ययविभक्तिसमीपसंवृत्ति इति सूत्रात् अनुवृत्तिरूपेण अव्ययं भवति चेत्, एवं सुभामन्त्रिते पराङ्गवत्स्वरे इति सूत्रात् सुप् इति अनुवृत्ति भवति चेत् अव्ययं पदम् अपि प्रथमनिर्दिष्टं भवति, सुप् अपि प्रथमनिर्दिष्टं भवति इति कृत्वा विरोधं भवति। महोदय, तादृशं लिखितमस्ति वा अत्र? किं लिखितमस्ति? प्रथमनिर्दिष्टं भवति सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्य। अस्मिन् परिच्छेदे यत् परिच्छेदः भवता पठितः तत्र किं लिखितमस्ति अस्य समाधानम् एव यत् अवैदिकसूत्रेण इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् तावदेव लिखितमस्ति. अव्ययस्य तत्र अव्ययम् इत्यस्य अनुवृत्तिः मा भूत्. अव्ययम् इति पदम् अपि आगच्छति. इदानीं सूक्त किमर्थं प्रश्नः अस्ति किम्? अस्मिन् सूत्रे सुभान् मन्त्रिते इत्यस्मात् सुप् इत्यस्य अनुवृत्तिः न स्वीकृतं. किमर्थं न स्वीकृतम् इति प्रश्नः. प्रथमम् उत्तरम् अस्ति, यदा सुप् इति अनुवृत्तिरूपेण वयं स्वीकुर्मः तदा अव्ययम् इत्यस्यापि अनुवृत्तिः भवति. तु अव्ययम् इत्यस्य अनुवृत्तिः अनिष्टम् अस्ति, तदेव लिखितमस्ति अत्र. अव्ययम् इत्यस्य अनुवृत्तिः अनिष्टमस्ति इति कृत्वा सुप् इति साक्षात् उक्तम्. किमर्थं तादृशम्? इदानीं सुप् किमर्थमेव न स्वीकृतम् इति प्रश्नः. तु उत्तरत्वेन किम् उक्तम् अत्र? अव्ययस्य अव्ययम् इति पदस्य अनुवृत्त्या न इष्टम् इति उक्तम्. तत्र सम्बन्धः एव नास्ति. प्रथमपरिच्छेदे सम्बन्धः किमपि न उक्तम्. द क्वश्चन् इस् वै सुप् इस् नाट् टेकन् एस् अनुवृत्ति. द आन्सर् गिवन् इस् अव्ययम् विल् आल्सो बिकम् अनुवृत्ति. सी देर् इस् नो रिलेशन्. ऐ एम् आस्किङ्ग् अबौट् एक्स्, द आन्सर् इस् अबौट् वै. अग्रे पठेन्मश्च चेदेव किञ्चित् भवति. यदि सुप्रतीनमात्रार्थे इति सूत्रे सुप् इति न उक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति शुभामन्त्रिते पराङ्गमस्वरे इति सूत्रात्. तेन सः अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति अव्ययं विभक्ति इति दीर्घसूत्रात्. एतादृश अनुवृत्तिक्रम आसीत् पूर्वसूत्रपर्यन्तं. तर्हि अस्मिन् सूत्रे अपि तथैव भवति, परन्तु तदा भवति चेत् कः क्लेशः इति अग्रे उच्यते. अग्रे अग्रे अपि पठतु. अनयोः भवान् तस्य परिच्छेदं पूर्णं नास्ति इति कृत्वा अत्र क्लेशः क्लेशः भवति. यदा वयं सुप् इति पदस्य अनुवृत्तिरूपेण अनुवृत्तिः स्वीकुर्मश्चेत् अनुवृत्तिं स्वीकुर्मश्चेत् तदा अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति. मम बोधनम् अस्मिन् अस्मिन् अस्मिन् अस्मिन् अस्ति. यदि सुभामन्त्रिते पराङ्गवत् स्वरे इति सूत्रात् यदि सुप् इति अनुवृत्तिः भवति चेत् अव्ययं विभक्तिसमीपे इति दीर्घसूत्रात् अव्ययम् एपि अनुवृत्तिः भवति तत्र क्लेशः ये भवति प्रत्ययम् अव्ययं पदं पूर्वनिवासं भवति. तस्य निवारणार्थं तत् निवारणार्थम् अस्मिन् सूत्रे सुभामन्त्रिते पराङ्गमस्वरे यस्मिन् सूत्रे प्रथमानिर्दिष्टं सुप् पदम् एवम् अव्ययं पदं तृतीया विभक्ति दत्तमस्ति. तद् अग्रे उच्यते. तत्तु अग्रे उच्यते. क्लेशः अस्ति इति एव उक्तम् अग्रे. अस्तु, उषा भगिनी पठति वा? आं महोदय. यदि यदि सुप् अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे यदि सुप् अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत्. Oh my God, my screen went off. तत्र समय आवश्यकम् अस्ति वा? No, no, I got it. No, no, no. I am okay. यदि सुप् अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत्। अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत्। अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत्। अस्यां स्थितौ अनुवृत्तिसहितसूत्रं भवति। मात्रार्थे प्रति अव्ययं सुप् सुपासः अव्ययीभावः समासः। अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्धेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति। परन्तु नन् नेष्यते यतोहि परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात्। लोके तु शाकप्रति इति एव समासः विद्यते। यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे। अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति पाणिनिना। अर्थात् पूर्वस्माभ्यां सूत्राभ्यां सुप् अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम्। अत्र समासविधायकसूत्रे सुप्रतिना मात्रार्थे सुप् इति प्रथमाविभक्तौ अस्ति। सुप् इति सूत्र सुप्रतिना मात्रार्थे इति सूत्रेण अनुवृत्तिः शक्तुं वक्नोति। अत्र सूत्रे सुप् इति अवश्यं नास्ति। इफ् सुप्रतिना मात्रार्थे केन् गिव् द अनुवृत्ति केन् ब्रिङ्ग् द अनुवृत्ति सुप्रतिना मात्रार्थे सूत्रेण सुप् इति अव्ययम् आनयति चेत् आनयति चेत् अव्ययम् इति पदम् अपि आनयामः चेत् अव्ययम् इति पदम् अपि दीर्घसूत्रात् अनुवृत्तिः आनयामः। अव्ययम् इति पदम् अनुवृत्ति आनयामः चेत् द्वयोः अनेन सूत्रे सुप् इति पदं प्रथमान्तम् अस्ति। अव्ययम् इति पदम् अनुवृत्ति चेत् अव्ययं च सुप् इति बोत् उभयोः पदयोः प्रथमाविभक्तौ अस्ति। शाकप्रति इति लोके प्रसिद्धः। शाकप्रति इति समासः विद्यते। प्रति इति अव्ययम् उत्तरपदम् अस्ति। शाक इति सुबन्तपदं प्रथमाविभक्तौ अस्ति। प्रथम उपयोगं पूर्वनिपातः पूर्वप्रयोगः अस्ति। शाक इति पूर्वप्रयोगः। प्रति इति अव्ययं उत्तरपदम् अस्ति। सुप्रतिना मात्रार्थे इति सूत्रेण प्रति इति अव्ययम् उत्तरपदम् अस्ति। अव्ययम् इति अनुवृत्ति दीर्घसूत्रात् अव्ययम् इति पदम् अनुवृत्ति आनयामः चेत् प्रति इति पदं पूर्वप्रयोगः अस्ति। पूर्वनिपातः अस्मिन् सूत्रे समासविधायकसूत्रे प्रतिना इति उच्यते समसूत्रः प्रतिना इति उच्यते. प्रतिना इति प्रथमाविभक्तौ नास्ति. सो सुप् प्रतिना बोत् आर् इन् कण्टेन्शन्. ऐ डोण्ट् नो टु से इट्स् ऐ अण्डर्स्टेण्ड् अस् प्रतिना इति वदनेन तृतीयविभक्तिः अस्ति, तद् उत्तरपदम् आगच्छति, तदैव प्रति अव्ययम् उत्तरपदम् आगच्छति प्रतिना इति वदनेन. सम्यक् महोदय? सत्यं भगिनि, उत्तमम् अस्तु. अत्र अस्तु, अस्माकं प्रथमं किं द्रष्टव्यम् इत्युक्ते तत्र अन्तिमरूपं कथम् अस्ति इति द्रष्टव्यं. शाकप्रति इति अस्ति अन्तिमरूपं. शाकप्रति इति पदे प्रति इति अव्ययम् अन्ते अस्ति, इत्युक्ते उत्तरपदमस्ति. इदानीं तत्र सुप्रतिना मात्रार्थे इदानीं उत्तरपदं भव तत्र प्रति इति अव्ययं भवति चेत् तदा तस्य प्रथमविभक्तिः न भवितुमर्हति. प्रथमविभक्तिः भवति चेत् तत्र पूर्वप्रयोगः भवति इति कृत्वा तत्र प्रतिना इति पाणिमहर्षि निर्दिष्टवान्. प्रतिना इति उक्त्वा तस्य उत्तरप्रयोगः निर्दिष्टवान् अस्ति. इदानीम् अव्ययम् इति पदं वयं स्वीकुर्मश्चेत्, अव्ययमिति पूर्वस्मात् सूत्रात् स्वीकुर्मश्चेत् अव्ययं तु प्रथमाविभक्ति विभक्तौ अस्ति, प्रतिना तु तृतीयाविभक्तौ अस्ति. प्रति इति अव्ययमस्ति, प्रति इति अव्ययमस्ति खलु, तत्तु प्रथमविभक्तौ नास्ति, तृतीयाविभक्तौ अस्ति. अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति. इदानीं तत्र सङ्कर्षः भवति इति कृत्वा तत्र अव्ययम् इति पदस्य अनुवृत्तिः न स्वीकुर्मः इति अस्ति. इदानीं तु सुप् इत्यस्य किमर्थं न स्वीकुर्मः? सुप् इति किमर्थं न किमर्थम् उक्तम् अस्मिन् सूत्रे? इदानीम् अव्ययस्य विचारः कृतः. एतत् किमर्थम् अव्ययम् इति पदस्य तत्र अनुवृत्तिरूपेण न स्वीकुर्मः इति पदं किमर्थं न अनुवृत्तिरूपेण न स्वीकुर्मः? तत्तु स्पष्टः अस्ति. इदानीम् अग्रे किमर्थं सुप् इत्यस्य अनुवृत्तिः न इष्यते, अनुवृत्तिः न इष्यते इत्यपि वक्तव्यम् अस्ति. अस्तु, तत्र अरुणा भगिनी भवती पठति वा? आं महोदय. अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति, अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति. सुप्रतिना मात्रार्थे सूत्रे अन्य प्रति इति अव्ययपदं तृतीयविभक्तौ अस्ति, ततः प्रश्नः उदेति कथं वा तस्य प्रथमायां परिवर्तनीयम् इति प्रश्न उदेति चेत् तद् उत्तरम् अग्रे अस्ति. महोदय, सम्यक् महोदय. यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात्, तस्य परिवर्तनं मा भूत्. सुप् अव्ययं च अनयोः पदयोः अनुवृत्ति क्रियते प्रकृतसूत्रे, अस्यां स्थितौ किं भविष्यति? न अवगतं महोदय, पुनः पठामि. यदि इति प्रति इति अव्ययं तृतीयामेव स्यात्, तस्य परिवर्तनं मा भूत्. सुप् अव्ययं च अनयोः पदयोः अनुवृत्ति क्रियते प्रकृतसूत्रे, अस्यां स्थितौ किं भविष्यति? इदानीं सुप् अपि च अव्ययम् अनयोः पदयोः तत्र अनुवृत्तिः भवति चेत् किं भवति इति अवगतं. वयं सूत्रे अस्तु प्रति इति महोदय अव्ययम् इति पदं प्रथमान्तं पदम् अभविष्यत्. सुप् इति प्रदय अपि प्रथमान्तमेव, परन्तु प्रति इति अव्ययं तु तृतीयायाम् अस्ति. अनेन मार्तार्थे अव्ययं सुप् प्रति न सुप सः सम्यस्यते इति अर्थं निष्पद्यते. अव्ययं सुप् अनुवृत्तिसहितसूत्रं भवति. मात्रार्थे अव्ययं सुप् प्रति न सुप सः अव्ययीभावः समासः एतादृशम् अर्थे नेष्यते न इष्यते एव इत्यतः सुप् अव्ययं च अनयोः पदयोः अनुवृत्तिः अपि निराकृता. अवगतं महोदय. अहं सुप् सुप् च अव्ययं अनुवृत्तिसहितं स्वीकुर्मः. तद् अत्र प्रति अस्ति अव्ययपदमस्ति तृतीयविभक्तौ. तत्र किं भवति क्लेशः कथा किम् अस्ति चेत् अत्र उत्तरं दत्तम्. अनुवृत्तिसहितसूत्रं सूत्रं भवति. मात्रार्थे अव्ययं सुप् प्रति न सुपासः अव्ययीभावः समासः इति सूत्रं पूर्णसूत्रं भवति अनुवृत्तिसहितसूत्रम्. एतत् समये अत्र अर्थः न इष्यते, ततः सुप् अव्ययं पदयोः अनुवृत्ति न कृतवन्तः. पाणिनेन अन्यसूत्रं लिखितवान् सुप् प्रतिनात्मास्ते. अत्र अस्तु अन्यत् सूत्रम् इति नास्ति, तु सूत्रे सुप् इति पदं योजितवान्. क्षम्यतां, सूत्रे सुप् इति प्रथमाविभक्ति निर्दिष्टम्, अत्र प्रतिना इति तृतीयाविभक्ति. ततः सामान्यतः निपात अव्ययं पूर्वपदं भवति, अत्र सुप् पदं पूर्वपदं भवति, अव्ययपदम् उत्तरपदं भवति. अत्र इदा तत्र अनुवृत्तिसहितसूत्रम् इति लिखितमस्ति खलु, मात्रार्थे अव्ययं सुप् प्रतिना सुपासः अव्ययीभावसमासः भवति इति, तस्य अर्थः कः इति कोऽपि वक्तुं शक्यते वा? मात्रात्रे कथं वदनीयं? मात्रात्रे अव्ययं सुप्रतिना सुप किं चिन्तयति अत्र? सहायम् आवश्यकं महोदय. अरविन्द् महोदय. अव्ययीभावसमासः एतादृश अर्थः नेष्यते एव इत्यतः सुप् अव्ययं च अनयोः पदयोः अनुवृत्ति अपि न अपि निराकृता. इदानीं तत्र अनुवृत्तिसहितसूत्रं भवति इति अस्ति खलु, तस्य अर्थः कः? अत्र अव्ययं पदं मात्रार्थे प्रदीना इति प्रति इति अव्ययं सुप् सः समास अव्ययीभावसमासं क्रियते इति मात्रार्थे अव्ययं प्रतीना इति तृतीया विभक्तीनां निर्धारणेन तस्य पूर्वनिपातः भवति. सुप् सः सुप् सुप् सुपासः इति प्रथमानिर्दिष्टम् अस्ति कृत्वा तस्य एव पूर्वनिपातं भवति. इतोपि स्पष्टः नास्ति. अस्तु अत्र अहम् एवम् अवगच्छामि, मात्रार्थे अव्ययं सुप् एतत् स्वीकरणीयं. मात्रार्थे अव्ययं सुप् अत्र प्रति प्रति अव्ययमस्ति. मात्रार्थे प्रति इति अव्ययम् अत्र उपयोगं कुर्मः, तु मात्रार्थे अव्ययं सुप् इत्यस्य प्रति अर्थं प्रतिप्रतिना सुपासः अव्ययीभावसमासः इति भवति इति अहं चिन्तयामि. प्रतिप्रतिना सह एवम् एवं चिन्तनीयं. समीचीनम्, उत्तमं. तत्र मात्रार्थे अव्ययं सुप् अव्ययं सुप् इति प्रथमाविभक्तौ अस्ति. मात्रार्थे अव्ययं सुप् इति मात्रार्थे किम् अव्ययं? प्रति. तद् प्रति अव्ययं प्रति प्रतिना सुपासः. प्रतिना इति तत्र प्रति इत्यस्य तृतीयविभक्तिः अस्ति. पुनः प्रति इति सुपासः अव्ययीभावसमासः भवति. प्रति प्रति इति पदमेव भवति. तद् न इष्टं खलु इति इदानीम् अनुवृत्तिसहितसूत्रस्य अर्थः एवं भवति. यदा सुप् अपि च अव्ययम् अनयोः पदयोः अनुवृत्तिं स्वीकुर्मश्चेत् तदा मात्रार्थे अव्ययं सुप् प्रतिना सुपासः अव्ययीभावसमासः इति भवति. तत्र तस्य अर्थः अस्ति तत्र प्रति इति अव्ययं, मात्रार्थे प्रति इति अव्ययं, प्रतिना इति सुपासः अव्ययीभाव समासः भवति. तदा प्रति प्रति इति रूपं भवति. तद् न इष्टं खलु. तत्र अस्माकं रूपं किं? तत्र शाकप्रति इत्येव रूपम् आवश्यकम्. इदानीं सूत्रार्थः किम् अस्ति? प्रति प्रति इत्यस्य सूत्रमस्ति. तदा सूत्रस्य अर्थः एवं भवति. प्रति प्रति इति शब्दस्य अविभावसमासः भवति इति. पुनः वदतु महोदय, न अवगतम्. अस्तु भगिनि, तत्र मात्रार्थे अव्ययं सुप् मात्रार्थे अव्ययं किम्? प्रति प्रति. इदानीं मात्रार्थे अव्ययम् अव्ययं सुप् तदपि सुप् अस्ति खलु. अव्ययं मात्रार्थे अव्ययं सुप् प्रति इत्युक्ते प्रति प्रतिना सुपा. इदानीं प्रतिना इति अपि सुबन्तमस्ति खलु. प्रति इत्यपि प्रति इति प्रतिना इति उक्तमस्ति. प्रति इति शब्दस्य प्रतिना इति उक्तमस्ति. अत्र प्रति इति शब्दम् इति स्वीकरोतु. किमपि शब्दः अस्ति, कोऽपि शब्दः अस्ति प्रति इति, तस्य तृतीयविभक्ति उक्तमस्ति. तदपि सुबन्तमस्ति. इदानीं प्रति इति अव्ययं प्रति इति सुबन्तेन अविभावसमासः भवति इति. ओके. प्रति विल् हाव् अविभावसमास वित् अनदर् प्रति वर्ड् वर्ड् विच् इस् काल् प्रति. अवगतं महोदय. अतः प्रति प्रति न सह समस्यते. तदेव भवति इति कृत्वा तन्न इष्टम् इष्टम् इति कृत्वा तन्न इष्टम् इति कृत्वा तत्र सुप् महोदय. परन्तु महोदय, प्रतिप्रति इति समासः नास्ति. प्रतिप्रति समासः नास्ति. तदेव इति कृत्वा एव अनुवृत्तिरूपेण न स्वीकुर्मः. एकवारं वदतु. प्रतिप्रति इति कथं समासः भवति? द्वयमपि तत्र अव्ययमेव खलु. प्रति इति अव्ययमेव. प्रतिप्रति समासः भवति वा? नास्ति. सम्यक् न शृणम्. तत्र द्वयोः अव्ययोः समासः भवति वा? न, न भवति. तदेव तदेव एकम् अव्ययं भवति, अनन्तरं भवति सुबन्तं भवति, अन्यसुबन्तं भवति. यत्किमपि सुबन्तम् अस्ति चेत् तेन सह समासः भवति. इदानीं तत्र प्रति इति अव्ययमस्ति, पुनः प्रति इति पदेन समासः भवति इति सूत्रस्य अर्थः भवति. तु प्रति इति अव्ययं शाक इति सुबन्तेन समासः भवतु इत्येव सूत्रस्य तात्पर्यं भवेत्. अत्र तादृश सूत्रार्थः न भवति इति कृत्वा एव अव्ययं सुप् इति अनयोः पदयोः अनुवृत्ति न स्वीकृता पाणिनिना. तावदेव अस्ति अत्र अत्र चर्चा तावदेव अस्ति इति कृत्वा तत्र यद्वयं जानीमः प्रतिना इति उक्तत्वात् तत्र पूर्वप्रयोगः न भवति तत्तु वयं जानीमहेव अस्तु चिन्तनं सम्यक् सम्यग्या अवगच्छति वा न वा इति न जानामि तु अस्ति एतत्तु शास्त्रविषये अस्ति शास्त्रविषये अधिक इच्छा अधिका इच्छा नास्ति चेत् चिन्ता नास्ति मास्तु तत्र प्रक्रिया कथं भवति इति अवगच्छति चेत् पर्याप्तम् अस्तु अग्रिमं पञ्चमं बिन्दुः अस्ति अक्षशब्दः शलाकाशब्दः इति तत् अरविन्द महोदय पठ क्षम्यतां विनय महोदय पठति वा कुत्र अस्ति भवान् अक्ष पञ्चमबिन्दु पञ्चमबिन्दु चतुर्थः पश्यामि पञ्चबिन्दु अक्षशब्दः अक्षशब्दः शलाकाशब्दः सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते अवैभावसमासः च भवति एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति अक्षशलाकासङ्ख्यापरिणा सूत्रस्ति अक्षशब्दः डैस् शलाकाशब्दः आग्री पीच् यूस्ड् इन् गेम्ब्लिङ्ग् सङ्ख्यावाचकशब्दः च परिणा सह समस्यन्ते अवैभावाचः समासः भवति द्यूतव्यवहारे पराजय एव अयं समासः यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्र उक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह अक्षतः शलाकाचः सङ्ख्या च तेषाम् इतरेतरद्वन्द्वः अक्षशलाकासङ्ख्याः अक्षशलाकासङ्ख्याः प्रथमान्तं परिणा द्वितीयान्तम् सुप् प्रतिदमात्रार्थे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति सुप् इत्यस्य वचनपरिमाणं कृत्वा बहुवचने प्रयुक्तं सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति प्राक्तनात् समासः इत्यस्य अधिकारः अस्ति समर्थपदविधिः इति परिभाषासूत्रस्य अर्थः अति अपि उपस्थितः भवति अवैभावः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अवैभावः समासः यथा अक्षपरि अक्षशलाका सङ्ख्यापरिणा अक्षशब्दः अस्ति शलाका अपि शब्दः अस्ति परन्तु द्यूतक्रीडायां पराजयः यदि अक्ष विपरीतं वर्तते तर्हि अक्षपरि समासः भवति अलौकिकविग्रहवाक्यम् अक्ष योगाटा योगपरि शलाकया विपरीतं वृत्तं शलाकापरि अतः अक्ष अपि च शलाका योजनं करणीयम्। एका श्लाकः यदि पतति तेन पराजिता अभवत्। अलौकिकविग्रहवाक्यं श्लाका योगता योगपरि अक्षशलाकासङ्ख्या सूत्रस्य अर्थः इति वदतु। भवान् पठितवान् खलु सूत्रस्य अर्थः इति न उक्तं। सूत्रार्थ अनुवृत्तिसूत्रः अहं पश्यामि अक्षशलाकासङ्ख्याः सुपः परिणा सुपासः वैभावसमासः। अतः सुप् सुपासः वैभावसमासः वयं जानीमः, परन्तु अत्र शब्द अक्ष अस्ति अपि च शलाका अस्ति, परन्तु परि अव्ययमस्ति, अतः अक्षपरि समासः भवति विषयः। परन्तु अत्र अक्षशब्दः अस्ति वा शलाकाशब्दः अस्ति, परन्तु सङ्ख्याः अहं न जानामि अत्र समाससङ्ख्ये अर्थः कः। परन्तु अक्षशब्दः शलाकापि शब्दः, शब्दः अव्ययं सः समस्यते। अव्यय प्रथमनिदर्शनमस्ति, अव्यय सुप्रतिनामार्थे आधारेण उत्तरपदं भवति, परन्तु समर्थप्रतिविधि प्राकटात् समासः सः सुपा इत्यादि सर्वे अनुवृत्तिसहित आनयामः। अस्तु, तत्र शलाका अक्षशलाकासङ्ख्या, इदानीम् अक्षशलाकासङ्ख्या एतानि त्रीणि पदानि, त्रीणि पदानि सन्ति अक्षशलाकासङ्ख्या। एतानि त्रीणि पदानि परि इति अव्ययेन समस्यते, तत्र अविभावसमासः भवति, यत्र परि इति अव्ययम् उत्तरपदं भवति। अक्षः अक्षशलाकासङ्ख्या इति पूर्वपदं भवति। इदानीम् अक्षशलाकासङ्ख्याः इति बहुवचने अस्ति, बहुवचने अस्ति, इतरेतरद्वन्द्वः इति कृत्वा तत्र बहुवचनम् अस्ति इति कृत्वा सुपः, सुपः इति अपि बहुवचने, प्रथमाविभक्ति बहुवचने अस्ति। अक्षशलाकासङ्ख्याः इति अपि प्रथमाविभक्ति बहुवचने अस्ति। अतः संख्या मात्रार्थे अस्ति, मात्रार्थे अस्ति, मात्रार्थे नास्ति, संख्या मात्रार्थे नास्ति। मात्र व संख्या पर्यायवाची शब्द भवन्ति वा न, अहं न जानामि। संख्या इत्युक्ते नंबर, काउंट। हा, संख्या काउंट, परन्तु सुप प्रतिना मात्रार्थे किमर्थम् मात्रार्थे इत्यस्य अनुवृत्तिः नास्ति, अनुवृत्तिः नास्ति, अहं अवगच्छामि अनुवृत्तिः नास्ति, परन्तु अत्र अत्र नास्ति महोदय, अवगतं गतं तद् पूर्वे अस्ति, एतद् नूनं नव सूत्रम्। न, अहं जानामि नव सूत्रम् अस्ति, अत्र अनुवृत्तिः नास्ति, अहं जानामि, परन्तु अहं केवलं चिन्तयामः यदि संख्या वा मात्रः पर्यायवाचि, परन्तु महोदय अवदत् इत्थं नास्ति। अस्तु, तत्र द्यूतक्रीडायां यदा परा कोऽपि पराजितः अस्ति तत्सूचनार्थं तत्र अक्षशलाकासङ्ख्या इति एतानि अक्ष वा शलाका सङ्ख्या इति एतानि पदानि उपयुज्य अविभावसमासेन तत्र परि इति अव्ययं योजयित्वा नूतन तत्र समस्तपदं भवति, तस्य प्रयोगः क्रियते। इदानीम् अक्षेन विपरीतं वृत्तम् अक्षपरि इत्युक्ते तत्र अत्र ऐ डोण्ट् नो फर्स्ट् ऐ विल् टेल् इन् इङ्ग्लिश् दिस् डैस् गेम् इस् कैण्ड् आफ् एकनिमिषं महोदय इन् दिस् डैस् गेम् वाट् हेपन्स् इस् इट् इस् लैक् द कान्च् शेल्स् लैक् द कान्च् द स्माल् स्माल् शेल् टेबल्स् शेल्स् इन् द सीशोर् वि फैन् नो चोळि चोळि विषयं तमिळ् ऐ डोण्ट् नो so they will hold five of them and they will throw that small conch what do they call seashells so when if all the five of them are in one way then the person wins right so if all the if it is off by one or off by two Mahade, or off by three mahade atra ivory ivory upyuktam ivory is like that I know what it is so it has only five count maximum so it is a kind of it can be ivory in ivory also you can like the normal the gambling they use shalaka is basically a piece of wood or ivory it can be wood also so it is off by this much off by that much so it is like that right so he lost by this much he lost by two counts he lost by three counts or he lost the dice it is like that but we cannot exactly translate to English to an extent we can say prashut akshena viparita vrittam akshapari vrittam viparitam vrittam dvabhyam dvipari tribhi viparitam tripari chaturabhi viparitam chatushapari viparitam vrittam viparitena vartate viparitena vartate akshana viparitam vartate it is off the aksha is off the dice is off sure akshapari इदानीं तत्र विपरीतवृत्तम् इत्यस्य अर्थः अस्ति तस्मिन् अर्थे अत्र परि इति अव्ययं भवति अक्षेन इत्यत्र तृतीयविभक्तिः अस्ति अक्षेन विपरीतवृत्तं तत्र अक्षटा परि इति भवति इदानीं किं भवति इति वदति वा विनय महोदय समाससम्बन्धे वा अग्रे अग्रे पठामः वा न तत्र अक्षतापरि इत्यत्र कथं समासः भवति अतः सारांशः वदतु अक्षपरि अक्ष शब्दः अस्ति अक्षेन परि परि अव्यय अस्ति अक्षयोग च योगपरि अतः तदनन्तरं प्रक्रिया भवति प्राक्कटरात् समास तदनन्तरं कृतधृतसमास प्रातिपदिक सुपभातु प्रातिपदिकयोः प्रातिपदिक भवति अत्र अक्षपरि प्रातिपदिक, परन्तु अक्षपरि प्रातिपदिक भवति, तदनन्तरं प्रातिपदिक प्रातिपदिक सुप् विना अस्तित्वं नास्ति. अत्र सुप् आयाति, तदनन्तरं व्यातसुप् सुबलुक् भवति. अतः समस्तपदम् अक्षपरि भवति. अस्तु, समीचीनम्, एवं भवति. अस्तु, पुष्पा भगिनी, शलाका विपरीतवृत्तम्. हा महोदय, शलाका शलाका विपरीत विपरीतं वृत्तं शलाकापरि इति आगच्छति. एकशलाका विपरीतरीत्या तद्वा पठामि परे परे. एका शलाका विपरीतरीत्या पतति, तेन पराजितः अभवत्. अलौकिकविग्रहवाक्यं शलाका योगः टा योगः परि अक्षशलाकासङ्ख्याः परिणा इति सूत्रेण अव्ययीभावसमासः भवति. अत्र प्राकारसमासः इत्यनेन अव्ययीभावः आगच्छति. तत्र तद् टा इति तद् तद् लोपः भवति. शलाका योगः परि एव तिष्ठति, परन्तु तत् अत्र परिणा इति तृतीयभक्ति अस्ति, तथैव उत्तरपदम् आगच्छति. परि उत्तरपदम् आगच्छति, शलाका पूर्वपदं तिष्ठति. परे किम् आगच्छति? शलाकापरि अव्ययीभावसमासः, अव्ययीभावश्च अस्ति अस्ति, सर्वे एक आगच्छति. नपुंसकलिङ्गे अस्ति, अत्र इकारः अस्ति, तदैव एक एव शलाकापरि एव सर्वे विभक्त्याम् अस्ति. सम्यक्. अस्तु, पृच्छामि, किमर्थं परिशलाका इति नास्ति? अत्र अत्र तृतीयविभक्ति अस्ति न महोदय, अत्र अक्षशलाका सङ्ख्याः सुपः परिणा सुपा सुपासः अभिभावः परिणा परि सुपः परि परिणा सुप सुपासः अभिभावः आगच्छति. तदैव तद् तद्रीति एतत् सुप् प्रतिना मात्रार्थे तद् अस्ति, तथैव एतदपि परिणा सुपासः विभावः आगच्छति. अनन्तरम् एकेन अग्रिममपि वदति वा? हा, एकेन विपरीतं वृत्तम् एकपरि, एकः विपरीतरीत्या पतति, तेन पराजितः अभवत्. अलौकिकविग्रहवाक्यम् एक एक योगः टा योगः परि अक्षशलाकासङ्ख्याः परिणा इति सूत्रेण अविभावसमासः आगच्छति. तत् सङ्ख्याः इति वदति सूत्रे, एक अपि सङ्ख्या अस्ति, तथैव परि परे आगच्छति. किं ओ टा किमर्थं गच्छति महोदय? तद् सूत्रं न गच्छति मनसि. एकयोगः टा तु लोपः भवति, तत् सूत्रं मनसि नास्ति. क्षम्यताम्. तदेव एकपरि एकपरि प्रत्ययस्य लोपः भवति. तदेव मनसि नास्ति महोदय. धातोः प्रातिपदिकात् सम्यक्. धन्यवादः भगिनि. अग्रे एवमेव द्वाभ्यां परि विपरीतं वृत्तं द्विपरि एकपरि अत्र परि शलाकापरि एतत् तदैव तथैव एकपरि आगच्छति अव्ययम् अभिभावः नपुंसकलिङ्गः एकेन इति पदं तृतीय विभक्तौ एव अस्ति खलु? कथं पूर्वप्रयोगः भवति तस्य? एकेन विपरीतं वृत्तम् अत्र एकः विपरीत्या पतति. एकेन इति तृतीय विभक्तौ एव अस्ति खलु, प्रथमविभक्तौ नास्ति. परन्तु परि तु उत्तरपद एव तिष्ठति महोदय. तदैव एक पूर्वप्रयोगः भवति. इदानीं किमर्थं परि इति पदम् उत्तरपदं भवति इति कथं वदामः? तत्र एक इति पदस्य पूर्वप्रयोगः भवति इति कृत्वा एव परि इत्यस्य उत्तरप्रयोगः. सङ्ख्याः अस्ति न, तथैव अस्तु. धन्यवादः भगिनि. अग्रे गोमति भगिनि. आं महोदय. एवमेव स्वाभ्यां विपेतं वृत्तं द्विपरि त्रिभिः विपरीतं वृत्तं त्रिपरि चतुर्भिः विपरीतं वृत्तं चतुष्परि योगः भ्यां योगः इति अलौकिकविग्रहः. मध्ये एक ब्रेकप् अस्ति. द्वियोगः भ्यां योगः परि इति अलौकिकविग्रहवाक्यं भवति. तत्र अस्तु भगिनि, तत्र त्रिभिः विपरीतवृत्तं त्रिपरि चतुर्भिः विपरीतवृत्तं तत् पठतु. चतुष्परिसमासपदं भवति, अव्ययभावसमासपदं भवति. चतुर्योगः भिस् योगः परि इति अलौकिकविग्रहवाक्यं. चतुर् इति प्रातिपदिकं, चतुर्योगः परि प्रक्रियाविवाद वदामि. चतुर्योगः परि खरवसानयोर्विसर्जनीयः इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे. अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे. चतुर्परि अत्र चतुर् इति प्रथमपदस्य रेफः अस्ति अन्ते, अनन्तरं खर प्रत्याहारवर्णः पकारः अस्ति. अतः खरवसानयो विसर्जनीयः इति सूत्रं कार्यं करोति. रेपस्य स्थाने विसर्गः आगच्छति. चतुः परि इति भवति. अनन्तरं परि अस्य विसर्गस्य ककारे खकारे पकारे फकारे परे षत्वं भवति इदुदुपधस्य चाप्रत्ययस्य इति सूत्रेण इदुदुपधस्य चाप्रत्ययस्य इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्यय अवयवभिन्नस्य विसर्गस्य स्थाने ककारे खकारे पकारे फकारे परे षकार आदेशः भवति चतुष्परि इति अव्ययीभावसमासः अत्र अत्र एकं नूतनं सूत्रं वयं पश्यामः इदु उदु पदस्य च अप्रत्ययस्य इति सूत्रम् इदु तस्य सूत्रस्य विवरणं किञ्चित् अग्रे दत्तमस्ति तत् पठति वा इदु पदस्य च अप्रत्ययस्य इकारोपधस्य उकारोपधस्य प्रत्यय अवयवभिन्नस्य विसर्गस्य स्थाने ककारे खकारे पकारे फकारे परे षकारादेशः भवति इकार उकार उपधस्य अप्रत्ययस्य विसर्गस्य शः स्याद् कुप्वोः ह्रस्व इकारात् ह्रस्व उकारात् परः विद्यमानः विसर्गः यदि प्रत्ययनिर्मितः नास्ति तर्हि तस्य स्थाने ककारे खकारे पकारे फकारे परे षकारादेशः भवति इत च उत च तयोः इतरेतरयोः द्वन्द्वः किदुदौ त्वौ वधेयस्य सः किदुबधः तस्य इदुबधस्य न प्रत्ययः अप्रत्ययः तस्य अप्रत्ययस्य नञ्युक्तपुरुषः कुप्वोः अः क ह पौ च इत्यस्य पठामि इत्यस्य बाधकं सूत्रमस्ति इदं सूत्रम् इत च उत तयोः इतरेतरयो द्वन्द्वः इदुदौ तौ उपधे यस्य सः इदुबधः तस्य इदुबधस्य न प्रत्ययः अप्रत्ययः तस्य अप्रत्ययस्य नञ्तत्पुरुषः विसर्जनीयस्य सः इत्यस्मात् सूत्रात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः कुप् ओः कः पौ च इत्यस्मात् सूत्रात् कुप् ओः इत्यस्य अनुवृत्तिः इणः शः इत्यस्मात् सूत्रात् शः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् इदु उदुपथस्य च अप्रत्ययस्य विसर्जनीयस्य शः कुपोः एतद् नूतनसूत्रमस्ति अस्माभिः इत् अनुवृत्तिसहितसूत्रम् इदु उपधस्य च अप्रत्ययस्य विसर्जनीयस्य शः कुपोः सूत्रं वदति यदा यदि इकार उपधायाम् अस्ति अथवा उकार उपधायाम् अस्ति अनन्तरं विसर्गः भवति तत् विसर्गः प्रत्यय विसर्गः भवति विसर्गात् परं ककार खकार पकार फकार अस्ति चेत् विसर्गस्य स्थाने षकारः आदेशः भवति इति सूत्रं वदति विसर्गस्य अवयवभिन्नविसर्गः इति उक्तमस्ति तत् यदा रामः रामासु इत्यस्य रामः भवति तत्र विसर्गः प्रत्ययस्य अवयवः अस्ति तदेव तदानीं तद् दट् सैट् आफ् दट् टैप् आफ् विसर्गः न शुड् नाट् बि हियर् अत्र मे बि खरवसानयो विसर्जनीयः अत्र विसर्गः अस्ति तदुपरि अप्रत्ययस्य विसर्गः अस्ति इति अहं चिन्तयामि अतः चतुःपरि तत् चतुः अत्र उकार उपधायाम् अस्ति, अनन्तरं विसर्गः अस्ति, अनन्तरं पकारः अस्ति, अतः इदु तस्य च अप्रत्ययस्य सूत्रं कार्यं कर्तुं शक्नोति. किमर्थं चेत् उपधायाम् उकारं विसर्गः खरवसानयोर्विसर्जनीयः इत्यस्मात् आगतः विसर्गः अस्ति. तत्तु प्रत्ययस्य अवयवः नास्ति, अतः विसर्गस्य स्थाने षकारः आदेशं भूत्वा आगच्छति. चतुष्परि इति अव्ययभावसमासपदं भवति. अन्य अत्र एकनिमिषम् कम्प्लीटेड् भवति. अत्र पुस्तकं स्वीकुर्वन्तु सर्वे. तत्र पुटसङ्ख्या अस्ति 135. अत्र खरवास 134 मध्ये देवस्य विसर्जनीय आदेशः इति खरवासानयोर् विसर्जनीयः द्वितीयस्तम्भे मध्ये अस्ति. रेफस्य विसर्जनीय च रेफ अस्ति चतुर् इति रेफ अस्ति. खरावासानयोर्विसर्जनीयः खरिपरे अथवा अवसाने विसर्जनीयस्य विसर्जनीयः रेफस्य विसर्जनीयः खरवसानयोः विसर्जनीयः रेफस्य विसर्जनीयः. इदानीं रेफस्य विसर्जनी अनन्तरं तत्र भो भगागो पूर्वस्य यो अशि इति सूत्रमस्ति. रोः य आदेशः इति अस्ति. रोः य आदेशः तु इदं सूत्रम् अशि प्रत्याहारे परे एव कार्यं करोति. इदानीं चतुष्परि इति पकारः अशि मध्ये नास्ति, खर् मध्ये अस्ति इति कृत्वा तत् सूत्रं न कार्यं करोति. इदानीम् अग्रिमपुटे 135 मध्ये विसर्जनीयस्य आदेशः विसर्जनीयस्य सः इति सूत्रमस्ति. विसर्जनीयस्य सः कार्यं करोति वा? कार्यं करोति एव खलु. तत्र प्रसक्तिः अस्ति विसर्जनीयस्य परे खर् परे. अत्र खर् इति स्वीकरणीय खरिपरे. तत्र विसर्गस्य सकारादेशः भवति तु तद्बाधित्वा कुपोः कपोच इति सूत्रमस्ति खलु. तस्य प्रसक्तिः भवति. किमर्थम् इत्युक्ते तत् अपवादसूत्रमस्ति. इदानीं तस्य कुपोकपोच इति सूत्रस्य अपवादः अस्ति इदुपदस्य च अप्रत्ययस्य इति तत्र एकचत्वारिंशत्तमं सूत्रं 41st सूत्रम्. एवं तत्र यद्यपि तत्र त्रिपाद्यां वयं किं वदामः, क्रमशः एव कार्यं भवति इति वदामः खलु. तदा अस्मिन् प्रसङ्गे भगिनी 135 अस्मिन् प्रसङ्गे किम् अभवत्? अत्र विसर्जनस्य सह इति सूत्रं कार्यं कुर्यात् तु तं बाधित्वा कुपोकपोच इति सूत्रं कार्यं करोति. वाशरी तदनन्तरं कुपोकपोच, वाशरी अपि कार्यं करोति. वाशरी बाधित्वा कुपोकपोच तद्बाधित्वा इदानीम् इदुबदस्य च अप्रत्ययस्य इति तत्र विसर्जनेश कार्यं न करोति, वाशरी इति कार्यं न करोति, कुपोकपोच इति सूत्रं न कार्यं करोति, केवलम् इदुबदस्य च अप्रत्ययस्य इति सूत्रमेव कार्यं करोति. किमर्थमित्युक्ते अपवादसूत्रमस्ति. यद्यपि तत् त्रिपाद्यां क्रमशः कार्यं भवति, त्रिपाद्यामपि उत्सर्ग अपवादनियमः पालनीयः द्रष्टव्यः अस्ति इति अस्ति अत्र. अवगतं वा? अवगतम्. अरविन्द महोदय. अवगतं वा महोदय? तत्र अस्मिन् त्रिपाद्यमपि उत्सर्गापवादनियमः द्रष्टव्यः अस्ति. इति कृत्वा उत्सर्गापवादनियमः अस्ति सत्यम्. अत्र ईगोदपद इति नियम निमित्तम् अस्ति खलु, तदपि भवेत्. तद् उपदायाम् इत् ह्रस्व इकारः ह्रस्व उकारः, केवलं ह्रस्व इकार उकार इत्येव उक्तमस्ति. तदपि तत् अप्रत्यय अपि भवतु, अप्रत्ययस्य एव भवतु, प्रत्ययं मा भवतु इति कृत्वा अप्रत्ययस्य विसर्जनीयस्य एतादृशनियमाः सत्यम् इति कृत्वा तत्र उत्सर्ग अपवादरूपेण एतत् सूत्रं कार्यं करोति. बलम् अधिकमस्ति एतत् सूत्रस्य. अस्तु, एतद् अवगतम् इति अहं चिन्तयामि. चतुष्परी इति समीचीनम्. अत्र अन्य उदाहरणानि अपि दत्तानि सन्ति. प्रत्यूहानाम् अभावः इति अत्र अस्ति. रोहिणी भगिनी पठति वा? अत्र प्रत्यूहानाम् अत्र प्रश्न उदेति महोदय, प्रश्नः अस्ति. यदि प्रातिपदिकं किमपि उणादिसूत्रादेव अन्यसूत्र अन्यप्रत्ययानां कारणेन सकारं भूत्वा विसर्गः आयाति चेत् कथं जानीमः तत् उणादि प्रत्ययः अस्ति या केवलं यथा सर्पिश् इति पदम् उपरि दत्तमस्ति, तत् विद्याभगिन्या उक्तं तत् सर्पिश् इति तत्र प्रत्ययमस्ति कृत्वा तस्य षकारः न भवति. सत्यं, तदपि अस्ति तत्र. सर्पिर् इत्यस्ति सर्पिष् प्रति इत्येव भवति तत्र. किमर्थं सर्पिष् प्रति इति न भवति इति अस्ति तत्र. यदा भवता उक्तं तत्र उणादिसूत्रेण भवति इति व्याख्यानं वा तत्र इदानीं तदर्थम् एव वयं किं कुर्मः. इदानीम् एतत् पदं कीदृशपदम् इति अवलोक्य एव तत्र प्रक्रिया अस्माभिः करणीयं. स तु इदानीं वयं व्याकरणं पठन्तः एव खलु. इदानीं इतोपि किञ्चित् कालं पठामश्चेत् किं किं पदं केन केन सूत्रेण भवति. इदानीं कानिचन पदानि तत्र स्त्रीप्रत्ययेषु भवति. इदानीं लक्ष्मीः इति विशिष्टपदम् अस्ति खलु, तद् तत्र स्त्रीप्रत्ययेन न विहितः अस्ति, विहितमस्ति, तत् निष्पन्नमस्ति. तत्तु कथं वयं जानीमः इत्युक्ते तत्र श्रुत्वा एव वयं जानीमः. अस्तु, लक्ष्मी इति पदं तत्र स्त्रीप्रत्ययेन निर्मितं पदं नास्ति एतादृशं वयं श्रुत्वा अवगन्तुं शक्नुमः, कालेन आगच्छति, तदेव मम चिन्तनमस्ति. बहु किमपि अस्ति अत्र अस्मिन् व्याकरणे इति कृत्वा किञ्चित् अभ्यासेन बहुकालं वयं परिचयेन तत्र सर्वदा सम्पर्कः व्याकरणेन भवति चेत् तदा किञ्चित् कालान्तरम् एतत् सर्वं ज्ञातुं शक्नुमः. गुणादिसूत्राणि बहूनि सन्ति इत्येव मया श्रुतं, तत् यदा पठामः तदा वयं ज्ञातुं शक्नुमः इति मम चिन्तनम्. पठतु भगिनि. प्रत्यूहानां विघ्नानाम् अभावः निष्प्रत्यूहम् अलौकिकविग्रहः प्रत्यूहः योग आम् योग निस् निस्योग प्रत्यूहः ससजुषो रुः अष्टमाध्याये द्वितीयपादे त्रयत्रिंशत् सूत्रः इत्यनेन पदान्तसकारस्य स्थाने द्यु आदेशो भवति. इत्यनेन पदान्तसकारस्य स्थाने द्यु आदेशो भवति, अतः निजु योग प्रत्युह इति भवति. द्यु इत्यत्र उकारः अनुनासिकः, अतः तस्य इत्संज्ञा भूत्वा लोपः भवति. निर्योगः प्रत्यूहः इति भवति. निर्योगः प्रत्यूहः गरावस्थानयोर्विसर्जनीयः अष्टाध्याये त्रयपादे सङ्ख्यां त्यजतु, सङ्ख्यां विना पठतु. पदान्तस्य रेफस्य स्थाने विसर्गो भवति घरिपरे, अतः निः प्रत्यूहः इति भवति. अस्य विसर्गस्य ककारे घकारे पकारे भकारे परे शब्दं भवति. इद् उद् उपदस्य च अप्रत्ययस्य इति सूत्रेण इद् उद् उपदस्य च अप्रत्ययस्य इति सूत्रेण इकार उपदस्य उकार उपदस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे घकारे पकारे भकारे परे सकारादेशः भवति. निष्प्रत्यूहम् इति अविभावसमासः. प्रत्यूहानाम् अभावः अत्र प्रत्यूह योग आम् योग निस् सुपोधातुपादिभयोः इति सूत्रेण आम् इत्यस्य लोपः भवति, प्रत्यूहः योग निस् भवति. इति अव्ययम् अव्ययविभक्ति समीपसादृश्य द्विदुर्गसूत्रेण पूर्वनिवादं भूत्वा पूर्वं भवति निस्योग प्रत्यूहः. तत्र स्थिते निस् इत्यस्य सत् जुषो रुः इति अनेन पदान्तस्थकारस्य स्थाने द्यु आदेशः. द्यु इत्यस्य उकारः अनुनास्य इत् भवति, द्वि भवति. निज प्रत्यूहः इति स्थिते घरावस्थाने विसर्जनीयः इति सूत्रेण विसर्गः आदेशः भवति. निशि प्रत्यूहः अत्र निशि निज् इत्यस्य इद् उपदा भवति, तस्मात् विसर्गस्य स्थाने षकारादेशः भवति. निष्प्रत्यूह इति भवति. अत्र आकारान्तस्य अन्तं भवति अथवा तु अपत्यम्य इति सूत्रेण निष्प्रत्यूहमिति अविभावसमासः भवति. सत्यं समीचीनं समीचीनं भगिनि, अस्तु. अत्र आविष्कृतम् अत्र समासः नास्ति. दुष्कृतम् एवं बहिष्कृतम् तत्र वयं परिष्कृतम् इति अपि परिष्कृतम् इत्यत्र भिन्न सूत्रमस्ति. दुष्कृतम् अविष्कृतम् इत्यत्र अस्मिन् सूत्रे एव भवति, अनेन सूत्रेण एव भवति. अस्तु, पञ्चसु निष्पन्नम् इति निष्पन्नं तदपि अनेन सूत्रेण भवति. निष्क्रिया इति तत्र लघुसहस्रनामं भवति खलु, निष्क्रिया इति पदं भवति, तस्यापि अनेन सूत्रेण भवति इति अहं चिन्तयामि. निष्क्रिया इति क्रियायाः अभावः निष्क्रिया इति भवति. तत्र अहं चिन्तयामि तत् बहुव्रीहिः अस्ति, न तु निष्क्रिया इति अविभावः नास्ति, बहुव्रीहिसमासः अस्ति. अस्तु, पञ्चसु एकरूपेषु जय एव भवति इति कृत्वा पञ्चपरि इति समासः न भवति. इदानीं पञ्चसु एकरूपेषु, इदानीं if when I throw the she shells, if all the faces are in same way, in same manner, then the person I win. Basically when I throw all the faces are same, then I win. Tada tatra etadrisha samasayana bhavati paraje eva asya sutrasya prasakti bhavati panchapari iti na bhavati. चतुष्परि, त्रिपरि, द्विपरि, एकपरि इत्येव समासः भवति इत्यर्थः. कायिन् फ्लिपिङ्ग्, वन् सैड् इस् विन्, वन् सैड् इस् लूस्. वेरास् इन् द केस् आफ् शलाका इट् इस् ए ओब्लाङ्ग् वाट् यु काल् डै. वेन् यु रोटेट् इट्, वेन् यु थ्रो इट्, इफ् इट् गोस् इन् द क्लाक् वैस् you win. If it goes vibarita, anti-clockwise, you lose it. That okay. is the way. And okay. hence this one, Sankhya is like what you said. That okay. There are the okay. three different games. Three different games. Mm. Mahode, if Tuhanam Abhavaha, that has nothing to do with sankhya vachaka akshashalaka sankhya vachaka. That has nothing to do with that, no? Putrasya udaharanam. Udaharanam. Astu, astu. Astu, atrasya gayamaha, sarve bhavantu sukhinaha, sarve santu niramayaha, sarve bhadrani pasyantu mahaschit dukkham bhavet, om shanti shanti shanti hi, namaskaraha. नमस्ते, धन्यवादः, नमस्ते महोदय, धन्यवादः.